अस्तु, तर्हि अस्माकं नूतनन्यायवर्गे सर्वेषां स्वागतं. गतकक्षायां तत्र विभागसंयोगनाशयोः कार्यकारण भावः इति प्रसङ्गे वयं इत्यस्मिन् विषये करपत्रमासीत् तत् वयं समापितवन्तः. तर्हि तेन तत् विषयः इदानीं समाप्तः जातः. तर्हि तस्मिन् विषये अथवा प्रसङ्गे किमपि प्रश्नः, चिन्तनं, चर्चा इति किमपि अस्ति चेत् इदानीं कर्तुं शक्नुमः, नो चेत् नूतनविषयस्य आरम्भं भवति अद्य. मम किमपि नास्ति भगिनि. अस्तु अस्तु, तर्हि सर्वेषां स्पष्टता अस्ति इति मन्ये तस्मिन् विषये. तर्हि उद्देशविधेयभावः इति नूतन विषयः आरप्स्यते अत्र अद्य. तर्हि अत्र एतत् विषये, एषः विषयः तु किञ्चित् पूर्वमपि अस्माकं अस्माभिः परिचित् किञ्चित् परिचयः कृतः. इत्युक्ते तत्र आदेयताश्रयः, यज्ञदत्तः इत्यत्र वस्तुतः विशेष्यविशेषणभावः नास्ति, उद्देशविधेयभावः एव इति वयं पूर्वं किञ्चित् तस्मिन् विषये परिचयं प्राप्तवन्तः, परन्तु अधिकं न अधीतवन्तः. तर्हि इदानीं तत् तस्य विषयस्य परिचयं प्राप्नुमः. तर्हि विद्याशङ्करमहोदय, भवान् आरम्भं करोति वा? अस्तु भगिनि. उद्देश्यविधेयभावः, गते पाठे उक्तं यत् विशेषणविशेष्यभाव उद्देश्यविधेयभावयोर्च मध्ये सूक्ष्मभेदः विद्यते. कुत्रचित् अस्य भेदः नावगम्यते चेदपि स्वस्य कार्यं प्रवर्तयितुं शक्यते, परन्तु अन्यत्र द्वयोः मध्ये विद्यमानभेदस्य बोधो न भवति चेत् भाषायां दोषो जायते. अतः अनयोर्मध्ये यद् वैलक्षण्यम् अस्ति तस्मिन् महत्त्वम् अस्माभिः अवधातव्यम्. सम्प्रति कीदृशं पार्थक्यम् अस्ति इति पश्येम. गते पाठे विशेषणविशेष्यभावः इति एकः प्रयोगः, उद्देश्यविधेयभावः इति अन्यः प्रयोगः, तयोः मध्ये सूक्ष्मभेदः विद्यते इति उक्तम्. कुत्रचित् यः भेदः अस्ति तयोः मध्ये, सः भेदः न अवगम्यते चेदपि क्लेशः अधिकं न भवति, अस्माभिः कार्यं प्रवर्तयितुं शक्यते. किन्तु अन्यत्र कुत्रचित् द्वयोः मध्ये यः भेदः अस्ति तस्य भेदस्य बोधः न भवति चेत् दोषः भवितुम् अर्हति, अवगमनविषये दोषः भवितुम् अर्हति. अतः अनयोर्मध्ये उद्देश्यविधेयभावयोः विशेषणविशेषभावयोः मध्ये यत् वैलक्षण्यम् अस्ति, यः विशिष्टभेदः अस्ति, तस्य विषये अस्माभिः महत्त्वम् अवगन्तव्यम् एव. तस्मिन् विषये कीदृशं तयोः पार्थक्यमस्ति, पृथक्तत्वमस्ति इति पश्येम अग्रे. अग्रे महोदय, उद्देश्यविधेयभावस्य बोधनार्थं प्रथमतया अस्माकं ज्ञातवाक्यं परिशीलनीयम्. यज्ञदत्तः आसने उपविष्टः इति प्रसङ्गे आसननिष्ठ अधिकरणतानिरूपित आदेयता आश्रयः यज्ञदत्तः. उद्देश्यविधेयभावः विषये, तस्य अवगमनविषये बोधनार्थम् आरम्भे पुस्तकस्य आरम्भे वाक्यम् अस्माभिः परिशीलितं, यत्र आधारः आदेयः इति यत्र भावः आसीत्, तत्र यज्ञदत्तः एकस्मिन् आसने उपविष्टः चेत् तस्मिन् प्रसङ्गे किं वदामः, आसननिष्ठ अधिकरणतानिरूपित आदेयता आश्रयः यज्ञदत्तः. यज्ञदत्तः आसने अस्ति, सः आसननिष्ठ यः अधिकरणता अस्ति तया तेन निरूपितः अग्रे आगच्छति निरूपित आदेयताया आदेयता आश्रयः यज्ञदत्त इति यज्ञदत्तस्य लक्षणम् इति तस्मिन् विषये किमपि वाक्यम् आसननिष्ठा इत्यनेन अग्रे वदामि वा तत्र भगिनी क्षम्यतां महोदय तत्र विपरीतत्वेन अपि वक्तुं शक्यते किल यदा वयं न्यायभाषाम् उपयोगं कुर्मः आसननिष्ठ अधिकरणता निरूपित अधेयताश्रयः यज्ञदत्तः इति तादृश शैल्यां स्वीकृत्य एव वयं निर्माणं कुर्मः अत्र अस्य वाक्यस्य सम्यक् अवगमनार्थम् उद्देश्यविधेयभावः भावस्य बोधः आवश्यकम् इति अतः एव उद्देश्यविधेयभावः किम् इति इदानीं पठन् सन्ति इति केवलं चिन्तनमेव इत्युक्ते क्षम्यतां तत्र उद्देश्यविधेयभावस्य बोधनार्थम् एतद्वाक्यं स्वीकृतम् आसननिष्ठ अधिकरणता निरूपित आदेयाश्रयः यज्ञदत्तः इति किन्तु अहं विपरीतत्वेन वदामि आसननिष्ठ अधिकरणता निरूपित आदेयाश्रयः यज्ञदत्तः इति वाक्ये कानि अंशानि सन्ति तस्य सम्यक् बोधनार्थम् उद्देश्यविधेयभावः किम् इति अवगन्तव्यम् इति हा हा सत्यं द्वयमपि सत्यमेव सत्यं परन्तु इदानीम् अस्माकं विषयः उद्देश्यविधेयभावः इति कृत्वा तस्मिन् इदानीम् अवधेयं तावदेव आम् किन्तु किमर्थं वयं न्यायशास्त्रे उद्देश्यविधेयभावः इति किमर्थं वयं पठन्ति स्म एतद् अवगमनार्थमेव इति सत्यं सत्यं तदर्थमेव उद्देश्यविधेयभावः इति प्रसङ्गः इदानीम् आगतः परन्तु तत्र विषयः अस्ति यत् इत्युक्ते तत्र सुन्दरः बालकः इति उदाहरणं स्वीकुर्मः चेत् तत्र उद्देश्यविधेयभावः नास्ति परन्तु अस्मिन् वाक्ये उद्देश्यविधेयभावः अस्ति इति कृत्वा तथा अत्र तथा लिखितमस्ति अत्र यत् तत्र एतद्वाक्यं स्वीकृत्य अवगमनं कुर्मः इति तावदेव अस्तु भगिनि आसननिष्ठा इत्यनेन आसने विद्यमाना सप्तमी तत्पुरुषसमासः आसने निष्ठा अत्र वक्तव्यं यत् यद्यपि सूत्रविधानेन सप्तमी तत्पुरुषसमासः अल्पस्थानेषु भवति किन्तु प्राचीनसाहित्ये सप्तमी तत्पुरुषसमासः लभ्यते यत्र पाणिनीयसूत्रेण नापि विधीयते दृष्टान्ते पुरुषोत्तमः इति शब्दः अस्ति देवः इति तात्पर्यं पुरुषेषु उत्तमः पुरुषोत्तमः सप्तमी शौण्डेः इति सप्तमी तत्पुरुषसमासविधायकसूत्रम् अस्मिन् सूत्रे शौण्डादिगणः पठितः अस्मिन् गणे षोडशशब्दाः सन्ति निपुण कुशल प्रवीण पण्डित इत्यादयः शौण्डादिगणे उत्तमशब्दः नास्ति तथापि पुरुषोत्तम इति समासः कीदृशः इति चेत् सप्तमी तत्पुरुषसमासः इति एव वक्तव्यं भवति अत्र प्रसिद्धम् उदाहरणं किन्तु काव्येषु इतोपि तादृशाः यथेष्टं शब्दाः स्वीकृताः सप्तमी तत्पुरुषसमासपरिधौ अतः सूत्रविधानं नास्ति चेदपि एतादृशेषु स्थलेषु सप्तमी तत्पुरुषसमासः क्रियते आसननिष्ठा आसने निष्ठा पूर्वस्मिन् वाक्यम् आसीत् आसननिष्ठ अधिकरणनिरूपित इति यज्ञदत्तः तत्र प्रथमं पदम् आसननिष्ठा इत्युक्ते तत्र आसननिष्ठ अधिकरणता निरूपित इत्येव समस्तपदं तस्मिन् आसननिष्ठा इति एकं पदम् आसननिष्ठा इति पदेन आसने विद्यमाना आसने निष्ठा तत्र आसनपदस्य सप्तमी विभक्ति उपयुक्तं तत्र सप्तमी तत्पुरुषसमस्तपदम् अत्र वक्तव्यं यत् यद्यपि सूत्रविधानेन सप्तमी तत्पुरुषसमासः अल्पस्थानेषु भवति अस्तु सप्तमी तत्पुरुषसमासः तस्य उपयोगः तावत् नास्ति अल्पस्थानेषु एव अस्ति किन्तु प्राचीनसाहित्ये सप्तमी अल्पस्थानेषु इत्युक्ते अल्पस्थानेषु भवति, किन्तु प्राचीनसाहित्ये सप्तमी तत्पुरुषः केवलं तत्र लभ्यते. अस्तु अस्तु, किन्तु प्राचीनसाहित्ये तत्र सूत्रं तु सप्तमी शौण्डैः इति सूत्रेण एव विधीयते तत्र सप्तमी तत्पुरुषसमासः. तर्हि किन्तु प्राचीनसाहित्ये सप्तमी तत्पुरुषसमासः यत्र पाणिनीयसूत्रे न विधीयते तत्रापि लभ्यते. उदाहरणे पुरुषोत्तमः इति पदम् अस्ति, तत्र देवः इति तस्य तात्पर्यं, देवः इति तत् वदनस्य विवक्षा. किन्तु पुरुषेषु उत्तमः इति पुरुषोत्तमः तस्य समस्तपदस्य विभागः विग्रहवाक्यम्. अत्र पुरुषेषु इति सप्तमी, किन्तु सूत्रे सप्तमी शौण्डेः इत्येव उक्तम् इत्युक्ते केवलं शौण्डादिपदेषु सप्तमी तत्पुरुषसमासः विधायकम् अस्ति, विधीयते इति सूत्रे उक्तम्. तत्र शौण्डादिगणे किं किम् अस्ति इत्युक्ते षोडशशब्दाः, निपुणः, कुशल, प्रवीण, पण्डित इत्यादयः. तस्मिन् पुरुषः इति पदं नास्ति, तथापि क्षम्यतां, तत्र उत्तमपदम् इति नास्ति, तथापि पुरुषोत्तमः इति पदं प्रसिद्धमेव. समासः कीदृशः पुरुषोत्तमः इति पदं, तत्र समासः कीदृशः इति प्रश्ने सति सप्तमी तत्पुरुषसमासः एव इति स्वीकर्तव्यं भवति. अत्र प्रसिद्धम् उदाहरणं पुरुषोत्तमः इति प्रसिद्धम् उदाहरणं, किन्तु काव्येषु इतोपि तादृशाः बहवः शब्दाः स्वीकृताः. यत्र सप्तमी तत्पुरुषसमासस्य उपयोगः भवति अत्र, ततः सूत्रविधानं नास्ति, केवलं शौण्डे षोडशपदेषु सूत्रविधानम् अस्ति. तथापि तादृशेषु उत्तमः इति स्थलेषु सप्तमी तत्पुरुषसमासः क्रियते. अत्र प्रसङ्गे आसननिष्ठा इति समासपदे आसने निष्ठा इति सप्तमी तत्पुरुषसमासः इति तात्पर्यम्. सम्यक्. तर्हि अग्रे सुनील् महोदय भवान् पठति वा? ततः अग्रे आसननिष्ठ अधिकरणता कर्मधारयसमासः. आसननिष्ठा अधिकरणता, अत्र आसननिष्ठा अधिकरणता इति पदयोः एकार्थबोधकत्वं समानविभक्तित्वं च अस्ति. तदर्थं द्वयोः विशेषणविशेष्यभावः सम्भवः, यस्मात् कर्मधारयसमासः. अग्रे अधिकरणतानिरूपित तृतीया तत्पुरुषसमासः अधिकरणतया निरूपित. अत्र एकर्थबोधकत्वं नास्ति, समानविभक्तित्वम् अपि नास्ति. तदर्थं विशेषणविशेष्यभावः न सम्भवति. अग्रे अधिकरणतानिरूपित आधेयता कर्मधारयसमासः अधिकरणतानिरूपित आधेयत. आधेयताश्रयः षष्ठी तत्पुरुषसमासः आधेयतायाः आश्रयः. अत्र इदानीम् अहं पुनः एकैकवाक्यं पठित्वा वदामि. ततः अग्रे आसननिष्ठ अधिकरणता कर्मधारयसमासः आसननिष्ठा अधिकरणता. अत्र आसननिष्ठ अधिकरणता इति कर्मधारयसमासः इति, अत्र आसननिष्ठा अधिकरणता इति पदयोः एकार्थबोधकत्वं समानविभक्तित्वं च अस्ति. अत्र अधिकरणता आसननिष्ठापदयोः तत्र एकार्थबोधकत्वम् अस्ति, तयोः समानविभक्तित्वम् अपि अस्ति. तदर्थं द्वयोः विशेषणविशेष्यभावः सम्भवः, यस्मात् कर्मधारयसमासः. अत्र एकक्षणं महोदय, अत्र एकार्थबोधकत्वम् इत्युक्ते किम् इति किञ्चित् वदति वा? अत्र केवलम् आसननिष्ठा इति वदामः चेत् अत्र अधिकरणता इति अर्थः, अथवा अधिकरणता इति वदामः चेत् तत्र आसननिष्ठा इति अर्थः अपि भवति. वस्तुतः तथा न, इत्युक्ते सुन्दरः बालकः इति यदा वदामः चेत् सुन्दरः इत्युक्ते बालकः एव खलु? इति कृत्वा सुन्दरः अपि बालकं सूचयति, बालकः अपि बालकमेव सूचयति इति तत्र एकार्थबोधकत्वं. तद्वत् अत्रापि आसननिष्ठा अधिकरणता इति वदामः चेत् तत्र आसननिष्ठा इत्युक्ते अधिकरणता एव इति तत्र तयोः मध्ये एकार्थबोधकत्वम्. एकम् अन्यं सूचयति इति न. यदा कदा सुन्दरः इति वदामः चेदपि केवलं तदेव वदामः चेदपि बालकमपि सूचयति किल? तदेव खलु, इत्युक्ते इत्युक्ते सुन्दरः बालकः, बालकः सुन्दरः अस्ति, सुन्दरः गच्छति इति वदामः चेत् तत्र सुन्दरः इत्यनेन बालकः एव विवक्षा खलु, बालकस्य विवक्षा एव अस्ति यदा सुन्दरः इति पदप्रयोगं भवति चेत्. तर्हि बालकः गच्छति इत्युक्ते सुन्दरः गच्छति इति न, बालकः गच्छति इत्युक्ते बालकः इति एव सूचयति, इत्युक्ते बालकः इति कश्चन बालः बालकः अस्ति खलु तं सूचयति, सुन्दरः अपि तमेव सूचयति. इत्युक्ते एकः एव अर्थः, इत्युक्ते एकार्थः इत्युक्ते तत्र बालकः इति पदं न, बालकः इति पदेन यस्य सूचना भवति बालकः इति पदमपि तदेव सूचयति. हा, सुन्दरः इति इत्यपि तं बालकमेव सूचयति इति कृत्वा एकः. अत्र इतोपि अत्र समानविभक्तित्वमपि अस्ति इति. अत्र बालकः सुन्दरः अथवा आसननिष्ठा अधिकरणा इति अत्र समानविभक्तित्वमपि अस्ति. अतः तत्र द्वयोः पदयोः मध्ये विशेषणविशेषभावः अस्ति. भगिनी, तत्र इदानीम् अत्र आसननिष्ठा अधिकरणता इति पदयोः एकार्थबोधकत्वम् अस्ति इति दत्तं. तत्र आसननिष्ठा अधिकरणता इति तयोः अर्थः कः? इत्युक्ते अधिकरणता इति कश्चन धर्मः अस्ति खलु, आम्, तद्धर्मः एव सूचयति अधिकरणता इति पदेन सः पदार्थः, तस्य सूचना भवति. आसननिष्ठा इति अपि तदेव तमेव पदार्थं सूचयति. आसननिष्ठा इत्युक्ते अधिकरणता एव इति वा? इति सत्यम् इति चेत् इत्युक्ते आसने तत्र प्रायः यज्ञदत्तः अपि अस्ति चेत् आसननिष्ठा निष्ठः यज्ञदत्तः इत्यपि वक्तुं शक्नुमः. परन्तु यदा आसननिष्ठ अधिकरणता इति वदामः तस्मिन् प्रसङ्गे यत्र तादृशविशेष्यविशेषणभावः अस्ति तस्मिन् प्रसङ्गे तत्र आसननिष्ठा इत्युक्ते अधिकरणता इति चेत् आसननिष्ठा आसननिष्ठ वाक्यं किम् आसीत्? आसननिष्ठ अधिकरणता निरूपित. तत्र आसननिष्ठा अधिकरणता इति किमर्थं पदद्वयं तत्र उपयुक्तमस्ति? एकमेव अर्थः इति चेत् तत्र विशेषविशेषणभावः खलु. सुन्दरबालक बालकः इति किमर्थम् अस्ति एकः एव विषयः चेत्? इत्युक्ते आसने यद् अधिकरणता अस्ति, या अधिकरणता अस्ति सा तया निरूपिता इति तत्र विशिष्यते खलु. इत्युक्ते अधिकरणता अन्यत्रापि भवितुम् अर्हति, परन्तु इदानीम् आसने यद् अधिकरणता अस्ति, या अधिकरणता अस्ति तया अधिकरणतया निरूपिता इति. आसने निष्ठा अधिकरणता, आसननिष्ठ अधिकरणता, आसने निष्ठा अधिकरणता. अस्तु भगिनि. अत्र इदानीम् अग्रे अधिकरणता निरूपिता तृतीया तत्पुरुषसमासः अधिकरणतया निरूपिता. अस्माकं मूलवाक्ये आसननिष्ठ अधिकरणता निरूपित आधेय आश्रयसः आश्रयः यज्ञदत्तः इति अस्ति. इदानीम् अत्र अधिकरणता निरूपिता इत्युक्ते तृतीया विभक्तिं तृतीया तत्पुरुषसमासं स्वीकृत्य एव अस्ति, तत्र अर्थः अस्ति अधिकरणतया निरूपिता इति. अत्र एकार्थबोधकत्वं नास्ति, समानविभक्तित्वम् अपि नास्ति, तदर्थं विशेषणविशेष्यभावः न सम्भवति. अधिकरणता निरूपिता इति पदे एकार्थबोधकत्वं नास्ति, समानविभक्तित्वमपि नास्ति अधिकरणता निरूपिता इति पदयोः मध्ये, अतः तत्र विशेषविशेषणभावः न सम्भवति. अग्रे अधिकरणतानिरूपित आधेयत कर्मधारयसमासः अधिकरणतानिरूपित आधेयत. अत्र अधिकरणतानिरूपित आधेयत इति अत्र कर्मधारयसमासः अधिकरणतानिरूपित आधेयत, अत्र द्वयं समानमेव. अत्र द्वयं समानम् इत्युक्ते अधिकरणतानिरूपित आधेयत, अत्र कर्मधारसमासः इत्युक्ते अधिकरणतानिरूपित आधेयत इति. अतः अत्र आधेयताश्रयः षष्ठी तत्पुरुषसमासः. एकक्षणं, तत्र अधिकरणतानिरूपित आधेयत, तत्र कर्मधारसमासः कयोः मध्ये अस्ति? अधिकरणतानिरूपित आधेयतायोः मध्ये. हा, अधिकरणता निरूपिता आदेयत तयोः मध्ये. अतः अत्र अर्थः अस्ति आधेयताश्रयः षष्ठी तत्पुरुषसमासः आधेयतायाः आश्रयः इति. अतः अत्र अस्माकं वाक्यस्य तृतीयभावः भागः आधेयताश्रयः इति, तत्र षष्ठी तत्पुरुषसमासः आधेयतायाः आश्रयः इति. सम्यक्, अग्रे महोदय. वस्तुतः आसननिष्ठ अधिकरणतानिरूपित आधेयताश्रयः इति सर्वम् एकमेव समस्तपदम्, अपि च यत्र समासः भवति तत्र सन्धिः अपि नित्यः. अतः आसननिष्ठ अधिकरणतानिरूपित आधेयताश्रयः इति पदम् एकादृशम् एतादृशम् आसननिष्ठाधिकरणनिरूपिता आधेयताश्रयः. अत्र अस्ति, अत्र सम्पूर्णवाक्यं केवलम् एकमेव समस्तपदमिति, इत्युक्ते आसननिष्ठाधिकरणतानिरूपिता अधेयाश्रयः इति एकमेव अस्ति इति. अत्र सन्धिम् अपि स्वीकृत्य तदेव अस्ति इति. अपि च यत्र समासः भवति तत्र तु सन्धिः नित्या इति कृत्वा तत्र सन्धिः अपि भवति. अस्तु, तर्हि अग्रे शुकोनमहोदय, भवान् पठति वा? आधेयताश्रयः यज्ञदत्तः. अत्र क्षम्यता, आधेयताश्रयः यज्ञदत्तः, अत्र किन्तु नास्ति समासः. समासः किमर्थं न भवति चेत् अत्र विशेषणविशेष्यभावो नास्ति. कर्मधारयसमासः विशेषणविशेष्यभावस्थले एव भवति. यथा कादम्बरी इति ग्रन्थः कादम्बरीग्रन्थः, अत्र कर्मधारयसमासः किन्तु विशेषणविशेष्यभावः अस्ति वा? वस्तुतः कर्मधारयसमासः नवविधः. विशेषणपूर्वपदः, विशेषणोत्तरपदः, विशेषणोभयपदः, उपमानपूर्वपदः, उपमानोत्तरपदः, अवधारणापूर्वपदः, सम्भावनापूर्वपदः, मध्यपदलोपः, मयूरव्यंसकादिः इति. एतेषु सर्वेषु नवसु अपि प्रकारेषु विशेषणविशेष्यभावः एकरीत्या भवति एव. यथा नरः व्याघ्रः इव नरव्याघ्रः, उपमानोत्तरपदकर्मधारयः. एतादृशेषु स्थलेषु यद्यपि परम्परागतः विशेषणविशेष्यभावः अस्माभिः न दृश्यते, तथापि तत्र सर्वत्रापि विशेषणविशेष्यभावस्य कश्चन अंशः भवत्येव. तस्य विशेषणविशेष्यभावस्य विभिन्नं स्वरूपं भवतु उपमान उपमेयभावः, पुनः सम्भावनापूर्वकर्मधारयः इत्यादिषु सर्वत्रापि स्पष्टतया विशेषणविशेषभावः न दृश्यते चेदपि तस्य भावस्य सारः तु बीजरूपेण अस्ति एव. इदानीं मुख्य अंशः अस्मिन् परिच्छेदत्वमस्ति आदेयताश्रयः यज्ञदत्तः इति. तत्र पदद्वयोः आदेयताश्रयः अपि च यज्ञदत्तः तत्र समानविभक्तिकत्वम् अस्ति अपि च एकार्थबोधकत्वमपि अस्ति इति अहं चिन्तयामि. अत्र किन्तु यद्यपि तादृशम् अस्ति किन्तु समासः नास्ति अनयोः मध्ये. अतः एव तत्र यदि समासः अस्ति चेत् एतादृशं न लेखनीयम् आदेयताश्रयः तदनन्तरम् अवसानं कृत्वा यज्ञदत्तः इति. समासे सन्धिः नित्या इति कृत्वा मिलित्वा एव लेखनीयं किन्तु अत्र समासः नास्ति इति कृत्वा एतादृशम् अत्र लिखितमस्ति तत् सम्यक् एव. अत्र किन्तु नास्ति समासः. समासः किमर्थं न भवति चेत् अत्र विशेषणविशेष्यभावः नास्ति. यद्यपि समानविभक्तिकत्वम् अस्ति तथापि विशेषणविशेषभावः नास्ति. किमर्थं कर्मधारयसमासः विशेषणविशेष्यभावस्थले एव भवति. यत्र विशेषणविशेष्यभावः अस्ति तत्र एव कर्मधारयसमासः भवति. अत्र विशेषणविशेष्यभावः नास्ति इति कृत्वा कर्मधारयसमासः न भवति इति दत्तमस्ति. किमर्थं विशेषणविशेष्यभावः नास्ति इति अस्मिन् परिच्छेदे न दत्तम् अस्ति. यथा कादम्बरी इति ग्रन्थः कादम्बरीग्रन्थः इति समस्तपदं भवति. कादम्बरी इति ग्रन्थः कादम्बरीग्रन्थः इति समस्तपदं भवति. अत्र कर्मधारयसमासः किन्तु विशेषणविशेषभावः अस्ति वा इति पृष्टे सति वस्तुतः कर्मधारयसमासः इदानीं तस्य उत्तरं न दत्तमस्त. किन्तु कर्मधारयसमासस्य वैविध्यस्य विषये किञ्चित् उक्तमस्ति. यद् कर्मधारयसमासः नवविधः ते के इत्युक्ते विशेषणपूर्वपदः विशेषण उत्तरपदः विशेषणोभयपदः उपमानपूर्वपदः उपमानोत्तरपदः अवधारणापूर्वपदः सम्भावनापूर्वपदः मध्यमपदलोपः मयूरध्वंसकादिः इति नवविधयः सन्ति कर्मधारयसमासः इति. एतेषु सर्वेषु नवसु अपि प्रकारेषु विशेषणविशेषभावः एकरीत्या भवत्येव. यत्र यत्र कर्मधारयसमासः अस्ति तत्र तत्र विशेषणविशेष्यभावः अस्ति एव एकरीत्या इति उक्तम्. यथा नरः व्याघ्रः इव इति तस्य उपमानं नरस्य उपमानं व्याघ्रस्य अपेक्षया वयं कुर्मश्चेत् तत्र कर्मधारयसमासः निर्मातुं शक्यते नवव्याघ्रः इति. तत् उपमानोत्तरपद कर्मधारयसमासः कर्मधारयसमासः भवति. उपमान उत्तरपदं तत्र व्याघ्रः इति उपमानमस्ति तत् नर इति पदस्य उत्तरम् इत्युक्ते अनन्तरम् अस्ति इति कृत्वा उपमानोत्तरपदकर्मधारयसमासः समासस्य उदाहरणं भवति नवव्याघ्रः इति समस्तपदम्. एतादृशेषु स्थलेषु यद्यपि परम्परागतः विशेषणविशेष्यभावः अस्माभिः न दृश्यते. परम्परागतः विशेषणविशेष्यभावः इति चेत् प्रायः तत्र किमपि सूत्रं न वर्तते इति अहं चिन्तयामि. अनेन सूत्रेण एतादृशरूपं सिद्ध्यति इति न वक्तुं शक्यते किन्तु तादृशप्रयोगः अस्ति एव इति एव किल भगिनि. हा इत्युक्ते इत्युक्ते तत्र नरः व्याघ्रः परम्परागतः विशेषणविशेषभावः इत्युक्ते यथा सुन्दरः बालकः इति वदामः खलु तत्र सुन्दरः इति पदेन बालकः विशिष्यते. तादृशविशेषणविशेष्यभावः अत्र न दृश्यते परन्तु कश्चन विशेषणविशेष्यभावस्य कश्चन अंशः तु तत्र अस्ति एव इति. आम्, अत्र तु उपमानम् एव कृतमस्ति, तदेव सूचना. तथापि तत्र सर्वत्रापि विशेषणविशेष्यभावस्य कश्चन अंशः भवत्येव इति अङ्गीकृतं. तस्य विशेषणविशेष्यभावस्य विभिन्नं स्वरूपं भवतु उपमान उपमेयभावः, पुनः सम्भावनापूर्व सम्भावनापूर्वकर्मधारयः इत्यादिषु सर्वत्रापि स्पष्टतया विशेषणविशेषभावः न दृश्यते चेदपि तस्य भावस्य सारः तु बीजरूपेण अस्ति एव इति. यद्यपि परम्परागतविशेषणविशेष्यभावः तत्र साक्षात् न दृश्यति, तथापि तत्र विशेषणविशेषभावः बीजरूपेण अस्ति एव इति अङ्गीकार्यं भवति इति तावत् उक्तमस्ति अत्र. अग्रे पठामि वा? हा, अग्रे पठामः. हा, दृष्टान्ते कादम्बरी इति ग्रन्थः, कादम्बरीग्रन्थः इति तत्र समस्तपदं भवति, सम्भावनापूर्वपदकर्मधारयः. अत्र ग्रन्थः इति शब्देन सर्वेपि ग्रन्थाः स्वीक्रियन्ते, कादम्बरी इति शब्देन एकः ग्रन्थः विशिष्यते. अत्र विशिष्यते विशेषणम् अनयोः अर्थः कः? कश्चन महान् समूहः भवति, तस्मात् समूहात् यत्किमपि एकप्रकारकं पदार्थं वयं पृथक् कुर्मः. इदानीं तत्र पूर्वस्मिन् परिच्छेदे यद्यपि परम्परागतविशेषणविशेष्यभावः एतादृशसन्दर्भे न दृश्यते, तथापि बीजरूपेण अस्ति एव इति उक्तम् आसीत्. तस्य प्रदर्शनं कथम् इति अस्मिन् परिच्छेदे दत्तमस्ति. कादम्बरी इति ग्रन्थः, कादम्बरीग्रन्थः इति तत्र समस्तपदम् अस्माभिः निर्मितम् अस्ति. तत्तु सम्भावनापूर्वपदकर्मधारयसमासस्य एकम् उदाहरणम् अस्ति. तत् तत्र कथं वा विशेषणविशेष्यभावः इति चेत्, ग्रन्थः इति शब्देन सर्वेपि ग्रन्थाः, लोके अनेकाः ग्रन्थाः वर्तन्ते एव, तत् सर्वमपि ग्रन्थः इति पदेन वयं स्वीकर्तुं शक्यते. किन्तु कादम्बरीग्रन्थः इति वदामश्चेत्, कादम्बरी इति ग्रन्थ शब्देन एकः एव ग्रन्थः विशिष्यते. तत्र अनेकाः ग्रन्थाः वर्तन्ते, तस्मिन् कादम्बरी ग्रन्थः इति यदा अहं वदामि तथा तेषु ग्रन्थेषु एकमेव ग्रन्थं मया सूचितम् इति कृत्वा कादम्बरी इति शब्देन ग्रन्थः इति ग्रन्थस्य कादम्बरी इति शब्देन एकः ग्रन्थः विशिष्यते. इत्युक्ते कादम्बरी इति पदं विशेषणं भवति, ग्रन्थः विशेष्यं भवति. इदानीं विशिष्यते विशेषणम् अनयोः अर्थः कः इति पृष्टे सति, कश्चन महान् समूहः भवति, तस्मात् समूहात् यत्किमपि एकप्रकारकं पदार्थं वयं पृथक् कुर्मः, तत् येन प्रकारेण वयं पृथक् कुर्मः तत् विशेषणं भवति, यस्य पृथक्करणं भवति तद्विशेष्यं भवति, येन पृथक्करणं भवति तद्विशेषणं भवति, यस्य येषाम् इति वदामः, येषां पृथक्करणं भवति, येषाम् इति नास्ति, यस्य विशेष यस्य पृथक्करणं भवति तत् विशेष्यं भवति इति. तर्हि अग्रे पुष्पा भगिनी पठति वा? अस्तु भगिनि, एकनिमिष भगिनि. एकनिमिष. अस्तु, इदानीं वृक्षः इति अस्ति. वृक्षः इति कथनेन सर्वेपि वृक्षाः अन्तर्भवन्ति, किन्तु उन्नतः वृक्षः इति कोऽपि कथयति चेत् सर्वेषु वृक्षेषु यस्य वृक्षस्य विषये सः वक्तुम् इच्छति केवलं स एव वृक्षः स्वीक्रियते. अत्र उन्नतशब्दः किं करोति इति चेत् अनेन उन्नतत्वम् इति धर्मः अन्येभ्यः वृक्षेभ्यः एतम् उन्नतं वृक्षं पृथक् करोति. अस्तु, अत्र इदानीं एकः वृक्षः इति अस्ति. तत् वृक्षं वृक्षः इति कथनेन सर्ववृक्षस्य सूचनं करोति. न न, एकः वृक्षः अस्ति इति न भगिनि, यदा वृक्षः इति वदामः चेत् तेन यत्किमपि वृक्षः भवतु, सर्वे वृक्षाः तस्मिन् अन्तर्भवति. इत्युक्ते वृक्षः इति कथनेन यत्किमपि वृक्षः यकोपि वृक्षः इति भवितुम् अर्हति. किन्तु उन्नतः वृक्षः इति कोऽपि कथयति चेत् सर्वेषु वृक्षेषु यस्य वृक्षस्य विषये सः वक्तुम् इच्छति केवलं स एव वृक्षः स्वीक्रियते. तत्तु कोऽपि उन्नतः वृक्षः इति उक्तं चेत् तत्तु सर्वेषु वृक्षेषु यस्य वृक्षस्य, तत्तु तद् उन्नतवृक्षस्य विषये सः एव वक्तुम् इच्छति इति स्वीक्रियते. अस्तु, अत्र उन्नतशब्दः किं करोति इति चेत् अनेन उन्नत्वम् इति धर्मः अन्येभ्यः वृक्षेभ्यः एतम् उन्नतं वृक्षं पृथक् करोति. तत्तु उन्नतशब्दः उन्नतवृक्षः इत्यस्य इति वक्तुं तत्र अत्र उन्नतशब्दः किं करोति चेत् इति चेत् अन्य अन्येभ्यः वृक्षेभ्यः एतद् वृक्षं उन्नतत्वं दृष्टति, न दृष्टति, किं करोति, अस्ति इति. हा, इत्युक्ते एतस्मिन् वृक्षे उन्नतत्वम् अस्ति इति, तत्र वृक्षसमूहः अस्ति चेत् तस्मिन् यः वृक्षः उन्नतः अस्ति तत् हा सः वृक्षः कः इति सूचयति, यदा वयं तत्र उन्नतः वृक्षः इति वदामः चेत्. इदं तु वयं पठावः न? हा, पूर्वं किञ्चित् विशेषणविशेष्यभावस्य प्रसङ्गे एतत् दृष्टवन्तः. सत्यम्. अस्तु, अग्रे भगिनि. अत्रापि कादम्बरीग्रन्थः इति स्थितौ एवमेव. ग्रन्थः इत्यनेन सर्वेपि ग्रन्थाः अन्तर्भवन्ति. तदा कादम्बरी इति शब्देन कश्चन ग्रन्थविशेषः तस्मात् ग्रन्थसमूहात् पृथक् क्रियते. अतः अत्रापि विशेषणविशेष्यभावः भवति. यद्यपि सामान्यतया स्पष्टतया न ज्ञायते, स्पष्टतया न प्रतिभाति, किन्तु विशेषणविशेष्यभावस्य कश्चन अंशः अत्र अस्ति. अस्तु, एतत् कादम्बरीकृत ग्रन्थः इति वदनेन तथैव सति. ग्रन्थः इत्यनेन सर्वेपि ग्रन्थाः अन्तर्भवन्ति. कादम्बरी इति शब्दम् उक्तं चेत् कश्चन ग्रन्थविशेषः तत्तु तत् ग्रन्थः तद् कादम्बरी इति ग्रन्थः अस्ति तस्मात् ग्रन्थसमूहात् पृथक् क्रियते. सम्यक्. इत्युक्ते तत्र ग्रन्थसमूहः अस्ति कादम्बरी इति पृथक् करोति. अतः अत्रापि विशेषणविशेष्यभावः भवति. तत्तु कादम्बरी इति कादम्बरीग्रन्थः इति वदनेन अत्र विशेषणविशेष्यभावः भवति. यद्यपि सामान्यतया स्पष्टतया न ज्ञायते, स्पष्टतया न प्रतिभाति, किन्तु विशेषणविशेष्यभावस्य कश्चन अंशः अत्र अस्ति. यद्यपि स्पष्टतया सामान्यतया न जानन्ति जानन्ति न अथवा स्पष्टतया न प्रतिभाति तत् विशेषणविशेषभावः भावस्य कश्चन अंशः तत्तु कोऽपि अंशः अत्र अस्ति इति कोऽपि विशेषविशेषभावः विशेषणविशेषभावः अस्ति इति ज्ञायते. सम्यक्. अग्रे रामप्रिया भगिनी पठति वा. आं भगिनि. वस्तुतः एकेन एव सूत्रेण कर्मधारयसमासः विधीयते, किन्तु स च नवविधः. तच्च सूत्रमस्ति तत्पुरुषः समानाधिकरणः कर्मधारयः समानाधिकरणः इत्यनेन एकार्थबोधकत्वं समानविभक्तित्वं च सिद्ध्यति. अनेन सूत्रेण उच्यते तयोः मध्ये कर्मधारयसमासः भवति. यथा सम्भावनापूर्वपदकर्मधारयः वदामः कादम्बरी इति ग्रन्थः कादम्बरीग्रन्थः, हिमालयः इति पर्वतः हिमालयपर्वतः, गङ्गा इति नदी गङ्गानदी. एषु स्थलेषु च सम्भावनापूर्वपदकर्मधारयसमासः इति उच्यते. अत्र एकेन सूत्रेण एव वयं कर्मधारयसमासस्य विधानं भवति, परन्तु तत् कर्मधारयसमासः नवविधः. सूत्रमस्ति तत्पुरुषः समानाधिकरणः कर्मधारयः इति. अत्र समानाधिकरणः इत्युक्ते किम् इति चेत् एकार्थबोधकत्वम्. एकार्थबोधकत्वम् इत्युक्ते एकस्य वस्तु एव बोधयति इति. समानविभक्तिकत्वं च सिद्ध्यति. अनेन सूत्रेण उच्यते एतत् सूत्रं वदति यत् तयोः मध्ये कर्मधारयः समासः भवति इति. यदा अत्र उदाहरणे कादम्बरी इति ग्रन्थः इति वदामः चेत् तत्र सम्भावनापूर्वपदकर्मधारयः इत्यस्य उदाहरणमस्ति कादम्बरी इति ग्रन्थः. अतः एतत् सूत्रं वदति तयोः मध्ये कर्मधारयसमासः भवति इति. कादम्बरी इति ग्रन्थः इति यदा पूर्वपद कर्मधारयसमासः स्वीकुर्मः चेत् सम्भावना तत्र कादम्बरीग्रन्थः इति भवति. हिमालयः इति पर्वतः तत्र हिमालयपर्वतः इति समस्तपदं. गङ्गानदी गङ्गा इति नदी गङ्गानदी इति भवति. अत्र एतत् स्थलेषु सम्भावनापूर्वपदकर्मधारयः कर्मधारयसमासः भवति इति वयं ज्ञातुं शक्नुमः. इत्युक्ते तत्र पर्वतः अस्ति, तत्र हिमालयः इति विशिष्टः पर्वतः, तद्वत् गङ्गा इति विशिष्टा नदी इति कृत्वा तत्र कर्मधारयसमासः भवति. एतत् सर्वं सुलभम् अपि च स्पष्टमेव खलु, तर्हि तत्र प्रश्नः प्रायः नास्ति. एतत्तु महोदयस्य कक्षायाम् अभवत् भगिनी, प्रायः तत्र भवती एतत् इदानीं नूतनविषयः नास्ति. अहं तु गतकक्षायामेव उक्तवती खलु यद्वयं गत नूतनं नास्ति भगिनि. एतत् तदेव अहं वदामि, एतत्तु नूतनं नास्ति. गतवर्षे भवन्तः सर्वे तत्र प्रायः रक्षाभगिन्याः कक्षायां सोमवासरे पठितवन्तः. इदानीं पुनस्मरणमेव. हा, पठतु भगिनि. किन्तु सम्भावनापूर्वपदकर्मधारयस्य व्याप्तिः अत्यन्तं न्यूना. सन्दीपः इति बालकः, सन्दीपबालकः इति न भवति. किमर्थं न लभ्यते इत्युक्तौ सम्भावनापूर्वपदकर्मधारयः प्रयोगमाश्रित्य भवति. सर्वत्र कर्तुं न शक्यते. यत्र प्रसिद्धाः प्रयोगाः सन्ति तत्र एव भवति. परन्तु यदा कर्म सम्भावनापूर्वपदकर्मधारयसमासः तत्तु तस्य अत्यन्तन्यूनस्थले एव तद्भवति. यदा वयं सन्दीपः इति बालकः इति वाक्यरूपेण वदामः तत्र समस्तपदं सन्दीपबालकः इति तत् समस्तपदं न भवति. किमर्थं न भवति इत्युक्ते तत्र सम्भावनापूर्वपदकर्मधारयः प्रयोगमाश्रित्य एव भवति. प्रयोगमाश्रित्य इत्युक्ते यत्र यत्रापि विवक्षा अस्ति तत्र न भवति. परन्तु किमपि इत्युक्ते शास्त्रे अस्माकं तत्र वाङ्मये प्रयोगः अस्ति चेत् तत्र एव भवति. इत्युक्ते इदानीं यदा गङ्गा इति नदी गङ्गानदी तद्वत् सन्दीपः इति बालकः सन्दीपबालकः इति न कर्तुं शक्नुमः. यतोहि गङ्गानदी इति प्रयोगः वाङ्मये अस्ति, परन्तु सन्दीपबालकः इति प्रयोगः तथा नास्ति इति कृत्वा तत्र प्रयोगं दृष्ट्वा एव वयं वक्तुं शक्नुमः. तत्र यत्र प्रसिद्धप्रयोगः सन्ति तत्र एव भवति. प्रसिद्धप्रयोगः अस्ति चेदेव तद्भवति. पठामि वा भगिनि? हा, पठतु भगिनि. प्रकृतविषये कथनस्य तात्पर्यम् एवं यत् सम्भावनापूर्वपदकर्मधारे कश्चन विशेषणविशेष्यभावः अस्ति. अतः एव एषः समासः एतेन सूत्रेण भवति, एषः समासः एतेन सूत्रेण भवति इति सर्वत्र उच्यते. व्याकरण अभ्यासे किन्तु इति सर्वत्र उच्यते व्याकरण अभ्यासे किन्तु सम्भावनापूर्वपदकर्मधारेः अन्येन केनचिदपि सूत्रेण न भवति. यदा उन्नतः वृक्षः उन्नतवृक्षः इत्यत्र विशेषणविशेष्ययोः मध्ये येन सूत्रेण उच्यते तेन एव सूत्रेण अत्रापि सम्भावनापूर्वपदकर्मधारयसमासः भवति. कादम्बरी इति ग्रन्थः कादम्बरीग्रन्थः इत्यत्रापि तेन एव सूत्रेण समासः विधीयते. विशेषणविशेष्ययोः येन सूत्रेण समासः उच्यते तेन एव सूत्रेण. सारांशः कः? अत्रापि सम्भावनापूर्वपदकर्मधारयस्थले कश्चन विशेषणविशेष्यभावः अस्ति. साधारणतया स्पष्टतया यथासामान्यं न भाति चेदपि स च अंशः अस्ति एव. इदानीं प्रकृतविषये किमर्थं वयं सम्भावनापूर्वपदकर्मधारयसमासविषये चर्चितवन्तः इत्युक्ते तत्र कश्चन विशेषणविशेष्यभावः अस्ति इति. एषः समासः एतेन सूत्रेण भवति, एषः एतेन भवति इति सर्वत्र उच्यते. यदा व्याकरण अभ्यासे वयं एतत् एषः समासः एतेन सूत्रेण इति वयं वक्तुं वदामः. परन्तु सम्भावनापूर्वपदकर्मधारयसमासः विषये किमपि विशिष्टसूत्रं न अस्ति. यथा उन्नतः वृक्षः उन्नतवृक्षः इत्यत्र तत्र तु विशेषणविशेष्य योः मध्ये येन सूत्रेण उच्यते तेन एव सूत्रेण. यदा तत्र उन्नतः वृक्षः इति समस्तपदे समस्तपदं केन येन सूत्रेण भवति तेन सूत्रेण एव सम्भावनापूर्वपदकर्मधारयसमासः अपि भवति. कादम्बरी इति ग्रन्थः कादम्बरीग्रन्थः इत्यत्रापि तेनैव सूत्रेण समासः विधीयते. तेन एव सूत्रेण तदपि कादम्बरी इति ग्रन्थः इति अस्मिन् स्थले अपि तेनैव सूत्रेण समासः विधीयते. सारांशः किं कः इत्युक्ते सम्भावनापूर्वपदकर्मधारयभाव कर्मधारयस्थले तत्र यदा सम्भावनापूर्वपदकर्मधारयः अस्ति इति वदामः चेत् तत्र कश्चन विशेषणविशेषभावः अस्ति. स्पष्टतया यदा वक्तुं न शक्नुमः चेदपि तत्र कश्चन अंशः अस्ति विशेषणविशेष्यभावः इति. इत्युक्ते यत् सूत्रं वयं पूर्वं दृष्टवन्तः खलु, तत्पुरुषः समानाधिकरणः कर्मधारयः इति सूत्रं, तेनैव सूत्रेण तत्र सर्वत्र कर्मधारयसमासः विधीयते. तत्र विशेषणविशेष्यभावः वा भवतु अथवा तत्र तत्र एतावत् तत्र वा भवतु, तेनैव सूत्रेण भवति इति एव तत्र मुख्यविषयः. इत्युक्ते तत्र सम्भावनापूर्वपदकर्मधारयस्थले अपि तेनैव सूत्रेण विशेषविशेषण भावः यत्र अस्ति तत्रैव तेनैव सूत्रेण. अस्तु, तर्हि अग्रे विद्याशङ्करमहोदय भवान् पठति वा. अधुना मूलविषये आदेयताश्रयः यज्ञदत्तः इति स्थले उद्देश्यविधेयभावः इति कश्चन सिद्धान्तः प्रवर्तते. विशेषणविशेष्यभावात् अतिरिक्तः कश्चन अंशः उद्देश्यविधेयभावः. उत् योगदिश् योगघञ् उद्देशः इति नित्यपुल्लिङ्गशब्दः भावार्थे. उत् योगदिश् योगण्यत् उद्देश्य इति विशेष्य निघ्नकर्मण्यर्थकशब्दः. त्रिषु लिङ्गेषु भवति च लक्ष्यीकृत्य इति अर्थः. ण्यत् प्रत्यययुक्ताः अन्ये शब्दाः वियोगशिश् योगण्यत् विशेष्य एवमेव पेयं खाद्यं कार्यं वाक्यं व्याप्यम् इति इमानि पदानि ण्यत् प्रत्ययान्तानि. अधुना एतावता विशेषणविशेष्यभावस्थले किं किम् अस्ति इति विस्तृतेन दृष्टम्. इदानीं मूलविषयः आदेयता आश्रय यज्ञदत्तः इति पूर्वम् उक्तम्. अस्मिन् स्थले किम् अस्ति, अत्र उद्देश्यविधेयभावः इति नूतनसिद्धान्तः अत्र प्रवर्तते. विशेषणविशेष्यभावः यत् अस्ति तद् अतिरिक्त तद्विहाय अन्य कश्चन अंशः उद्देश्यविधेयभावः इति अन्यः अंशः, अन्यः प्रयोगः. कथम् अत्र व्याकरणं दृष्ट्या उत् योगदिश् उत् इति प्रत्ययः उपसर्गः, दिश् इति धातुः, गञ् इति प्रत्ययः, उद्देश्यः इति नित्यपुल्लिङ्गशब्दः भावार्थे इति प्राप्नुमः. पुनः उत् इति उपसर्ग, दिश् इति धातु, ण्यत् प्रत्यययोगेन प्रत्ययोपयुक्तेन उद्देश्य इति विशेष्य निघ्नकर्मण्यर्थकशब्दः. तत्र ण्यत् प्रत्ययेन कर्मणि प्रयोगः, कर्मणि अर्थकप्रयोगः शब्दः प्राप्यते, तथैव अत्र अस्ति. अत्र उद्देश्य इति पदं नेतपुल्लिङ्गशब्दः नास्ति, त्रिषु लिङ्गेषु भवति, तत्र भेदः अस्ति. उद्देश्य इति पदस्य अर्थः लक्ष्यीकृत्य, तम् उद्देश्य इति वदामः, उद्देश्य इति वदामः चेत् तं लक्ष्यीकृत्य इति अर्थः, तस्मिन् अर्थे अस्य प्रयोगः भवति. पुनः ण्यत् प्रत्यययुक्ताः इति अन्ये शब्द बहवः शब्दाः सन्ति, यथा वियोगशिश् योगण्यत् प्रत्ययः विशेष्यम् अथवा विशेष्यः विशेष्या इति, तथा एव पेयं खाद्यं कार्यं वाक्यं व्याप्यम् इति कर्मणि अर्थक बहूनि पदानि ण्यत् प्रत्ययान्तानि अस्माभिः वारंवारम् उपयोगं क्रियते. अत्र निघ्नदि विशेष्य निघ्नदि न जानामि, विशेष्य निघ्नकर्मणि अर्थक किं निघ्न इत्युक्ते किं निघ्न इत्युक्ते मग्न इति एव खलु. अस्तु, ओके, विशेषमग्न अस्तु, कर्मणि अर्थक. उद्देश्य विधेयभावः यत्र भवति तत्र विशेषणविशेष्यभावस्य केचन नियमाः न अनुस्रियन्ते. उदाहरणार्थं विशेषणविशेष्यभावे समानलिङ्गत्वं भवेत्, विशेषस्य यत् लिङ्गं तदेव भवति विशेषणस्य अपि, उद्देश्यविधेयभावस्थले तथा नास्ति। पुनः कः भेदः तयोः मध्ये? उद्देश्यविधेयभावः विशेषणविशेष्यभावः तयोः भेदः बहवः सन्ति। एकः भेदः अस्ति, ये नियमाः विशेषणभावस्य स्थले भवति ते नियमाः सर्वथा उद्देश्यविधेयभावः भवति, तत्र न अनुसरामः। उदाहरणार्थं विशेषणविशेष्यभावे समानलिङ्गत्वं भवेत्, यथा सुन्दरः बालकः सुन्दरी बालका इति, तथा तस्मिन् विशेषस्य यत् लिङ्गं तदेव भवति विशेषणस्य अपि, यथा बालिका अस्ति चेत् सुन्दरी बालिका इति वदामः, तत्र लिङ्गसमानलिङ्गत्वं भवेत्। परन्तु उद्देश्यविधेयभावस्थले तथा नास्ति, यथा पूर्वस्मिन् परिच्छेदे आसीत् उद्देशः इति नित्यपुल्लिङ्गशब्दः, तथैव उद्देश्यविधेयभावस्थले समानलिङ्गत्वस्य आवश्यकता नास्ति इति न भवति। न न महोदय, तत्र वस्तुतः उद्देश्यविधेयभावः खलु, उद्देश्य इति विशेष्यनिघ्नशब्दः, इत्युक्ते तत्र उद्देश्य इति विशेष्यं भवति त्रिषु लिङ्गेषु अपि भवति, यथा सुन्दरः इति, सुन्दरः सुन्दरी सुन्दरम् इत्वत् उद्देश्यः अपि भवति, परन्तु उद्देश्यविधेयभावः यत्र अस्ति तत्र तथा नास्ति। इत्युक्ते तत्र आश्रयः यज्ञदत्तः इति वदामः चेत् तत्र तु समानविभक्तिकत्वं दृश्यते, परन्तु आश्रयः आसनम् इति अपि वक्तुं शक्नुमः, अथवा आश्रयः पुस्तकं हा इति। तर्हि तत्र यत्र उद्देश्यविधेयभावः अस्ति तत्र समानविभक्तिकत्वं नास्ति, उद्देश्य इति पदस्य विषये नास्ति अत्र वस्तुतः। उद्देशः इति पदस्य नास्ति, उद्देश्य तत्र अस्ति। हा, उद्देशः इति पदं तत्र नित्यपुल्लिङ्गपदम् अस्ति, परन्तु उद्देश्य इति पदं तु तथा नास्ति। तदेव मम विवक्षा आसीत्। यथा अग्रे पठामि वा? हा हा। यथा आश्रयः यज्ञदत्तः इति उच्यते, अत्र यज्ञदत्तः आश्रयः, यज्ञदत्तः च पुल्लिङ्गे। यदि किन्तु उत्पीठिका स्वीकुर्मः, उत्पीठिका इति आश्रयः, तदानीमपि आधेयता आश्रयः उत्पीठिका इति एव वक्तव्यम् अस्माभिः। आश्रयः इति किमपि नास्ति, आश्रयः इति एव शब्दः। अधुना आश्रयः विशेषदिग्नशब्दः नास्ति, अपि तु नियतलिङ्गतः, किन्तु अत्र तावानेव भेदः इति न। अत्र उद्देश्यविधेयभावः न तु विशेषणविशेष्यभावः। अत्र उद्देश्यः इति पदं तु नित्यपुल्लिङ्गशब्दम् इति आसीत्, किन्तु अत्र आश्रयः यज्ञदत्तः इति आसीत्, आदेयता आश्रयः यज्ञदत्तः, तत्र आश्रयः यज्ञदत्तः इति उक्तम्। अत्र यज्ञदत्तः आश्रयः, यज्ञदत्तः पुल्लिङ्गे, किन्तु यज्ञदत्तस्य स्थाने पुल्लिङ्गशब्दः अस्ति चेत् यथा उत्पीठिका, तथापि उत्पीठिका आश्रयः इति एव अस्माभिः वक्तव्यम्। आश्रयः इति पदं तत्र तादृशं प्रयोगं नास्ति, उत्पीठिका एव आश्रयः अस्ति चेत्। अधुना आश्रयः इति पदमेव नास्ति, आश्रयः इति एव पदमस्ति। यथा सुन्दरः सुन्दरी इति वक्तुं शक्नुमः, तद्वत् आश्रयः आश्रया इति वक्तुं न शक्नुमः, आश्रयः इति नियतलिङ्गपदमस्ति, इत्युक्ते तत्र सर्वदा पुल्लिङ्गे एव भवति। अन्यत् उदाहरणम् अस्ति वा तथा तादृशम् आश्रयः एव? बहवः अस्ति खलु महोदय, इत्युक्ते पुल्लिङ्गशब्दः यथा बालकः शक्तिः इति वदामः चेत् यत्किमपि, केवलम् आश्रयः इति पदं पुल्लिङ्गपदं, बालकः इति प्रायः न जानामि, यतोहि बालिका इति अस्ति खलु तत्र, बालिका भिन्नपदं, पालकः पुल्लिङ्गपदम् आश्रयः रामपदं किमपि प्रत्ययः अस्ति वा इति सम्यक्तया न जानामि, तदर्थमेव तथा उक्तमस्ति. अत्रापि भगिनी ग्रन्थः इति नियतपुल्लिङ्गपदं, हा ग्रन्थः इति नियतपुल्लिङ्गपदं सत्यम्. अत्रापि यदि यज्ञदत्तस्य स्थाने प्रायः अखिला भगिनी तत्र उपविशति चेत् आसननिष्ठ अधिकर्ता निरूपित आदेय आश्रयः अखिला इति वक्तव्यं भवति. अतः आदेयताश्रया अखिला इति न वक्तव्यं, तदेव उत्पीठिका इत्यत्रापि उत्पीठिका इति स्त्रीलिङ्गपदं, परन्तु आश्रया इति न भवति, आश्रयः इति एव तिष्ठति. उद्देश्यविधेयभावस्थले एव तादृशं भवति, न तु विशेषणविशेष्यभावस्थले. तत्र विशेषविशेषणभावः अस्ति चेत् तत्र एकार्थबोधकत्वं समानविभक्तिकत्वं सर्वं भवति खलु, तर्हि तत्र तथा तत् अपि च तत्र यद् यद् लिङ्गं यद्वचनं याच विभक्तिविशेष्यस्य तद्लिङ्गं तद्लिङ्गं तद्वचनं तास्य विभक्तिः विशेषणस्य च इति अस्ति खलु. अत्र एकः प्रश्नः अस्ति मम, सर्वनामशब्दाः अपि च नामपदम् अनयोः मध्ये किमस्ति भगिनि? सा अखिला इति यदा अहं वदामः, यदा अहं वदामि तस्मिन् सन्दर्भे सा इत्यपि सा अपि च अखिला अनयोः मध्ये एकविभक्तिकत्वम् एकार्थबोधकत्वम् अस्ति. हा तद् अग्रे तस्मिन् विषये किञ्चित् आगच्छति वस्तुतः, तत्र किञ्चित् तत् पठेम, तदनन्तरं प्रायः किञ्चित् इत्युक्ते भवतः प्रश्नस्य उत्तरं सम्पूर्णम् अत्र अस्ति वा इति न जानामि, परन्तु तत् पठेम, तदनन्तरं प्रायः पुनः अस्मिन् विषये आगच्छामः. अस्तु अस्तु अस्तु, भवानेव पठतु महोदय अग्रे. हा, उद्देश्यविधेयभावः नाम कः, ततः आरभ्येव किल. उद्देश्यविधेयभावः नाम कः, भावः नाम कः? उद्देश्यविधेयभावे यत्किमपि वस्तु उद्दिश्य अन्यत् किमपि विदद्मः, विदद्मः इत्युक्तौ आरोपयामः. दृष्टान्ते एषः मम मित्रम्, अत्र किमर्थम् एषः मम मित्रम्, एतत् मम मित्रं किमर्थं न भवति? यद्यपि मित्रं नपुंसके अस्ति, किन्तु अत्र कश्चन पुरुषः अस्ति, अहं तं दर्शयित्वा वदामि एषः मम मित्रम् इति. अथवा काचित् महिला अस्ति, तां दर्शयित्वा वदामि एषा मम मित्रम्. मित्रं नपुंसकलिङ्गे, किन्तु किमर्थं समानलिङ्गत्वम् अकृत्वा एषा मम मित्रं न तु एतत् मम मित्रम्? उत्तरम् अस्ति यत् अत्र उद्देश्यविधेयभावः न तु विशेषणविशेष्यभावः. नाम अस्माकं पुरतः विद्यमानः कश्चन जनः अस्ति, सः जनः अत्र उद्देश्यः इत्युक्ते तम् उद्दिश्य मित्रत्वं वयं तत्र कल्पयामः, मित्रत्वं तत्र आरोपयामः. विधेयः विदधामि, विदधाति इत्यस्य स एव अर्थः आरोपणम् इति. उद्देश्यविधेयभावः नाम कः इति तत्र पूर्वस्मिन् परिच्छेदे उक्तमस्ति. उद्देश्यविधेयभावः अपि च विशेषणविशेषभावः अनयोः मध्ये किञ्चित् वैशिष्ट्यम् अस्ति. तत्र एकं वैशिष्ट्यम् अस्माभिः दृष्टम्, उद्देश्यविधेयभावसन्दर्भे यद् उद्देश्यमस्ति अपि च यद्विधेयम् अस्ति तयोः मध्ये समानविभक्तिकत्वम् आवश्यकं नास्ति. तत्र स्वभावेन अस्ति चेत् तद्भवतु, किन्तु तादृशं नियतेन तत्र आवश्यकं नास्ति इति अस्माभिः अवगतम्. अस्य उदाहरणं तत्र अत्र दत्तमस्ति. उद्देश्यविधेयभावे यत्किमपि वस्तु उद्दिश्य अन्यत् किमपि विदद्मः. उद्देश्य उद्देश्य नास्ति वा उद्देशः अस्तु उद्देशः उद्दिश्य इति एकं पदं स्वीकृत्य एकं वस्तुं स्वीकृत्य तस्मिन् अन्यत् किमपि वयम् आरोपयामः चेत् तत्र उद्देश्यविधेयभावः वर्तते इति अवगन्तुं शक्यते. विदद्मः इत्युक्तौ आरोपयामः इति. दृष्टान्ते एषः मम मित्रम् इति दृष्टान्तः स्वीकुर्मश्चेत् तत्र एषः इति सर्वनामपदं तु पुल्लिङ्गे अस्ति, किन्तु मित्रम् इति पदं तु स्वभावेन नपुंसकलिङ्गे अस्ति. इदानीं प्रश्नः उदेति, एतत् मम मित्रम् इति किमर्थं न उक्तम्? एषः मम मित्रम्, एषः यः मम पुरतः अस्ति, एषः मम मित्रम् इति किमर्थम् उक्तम् इति चेत्, एवमेव तत्र महिला अस्ति इति चिन्तयतु चेत् तत्रापि एषा मम मित्रम् इति एव वयं वदामः, न तु एतत् मम मित्रम् इति. किमर्थं तादृशं वयं वदामश्चेत् तत्र उत्तरमस्ति, उद्देश्यविधेयभावः अस्मिन् सन्दर्भे अस्ति, न तु विशेषणविशेष्यभावः इति. तत्र किमर्थम् उद्देश्यविधेयभावः अस्ति इति चेत् तत्र मम अस्माकं पुरतः एकः कोऽपि अस्ति इति तस्य दर्शनम् अपि वयं कुर्वन् सन्ति, सः जनः एव, सः मनुष्यः एव उद्देश्यः इति भवति. तस्मिन् वयं मित्रत्वम् आरोपयामः, आरोपयामः इत्युक्ते कल्पयामः इति. एषः यः मम पुरतः अस्ति सः मम मित्रम् इति तस्मिन् मित्रत्वं मया आरोपितम् अस्ति. अतः तत्र एषः मम मित्रम् इति सन्दर्भे एषः इति यः मम पुरतः अस्ति सः उद्देश्यः उद्देशः तस्मिन् मित्रत्वं मया आरोपितम् इत्युक्ते विधेयं वा इत्युक्ते यः पुरतः अस्ति सः उद्देश्यः तस्मिन् तत्र उद्देशः इति किल, उद्देश्यः न उद्देशः न उद्देश्यः खलु. सः जनः अत्र उद्देश्यविधेयभावः खलु, सः जनः तत्र उद्देश्यः. आमामाम्. उद्देशः इत्युक्ते उद्देशः उद्योगः घञ् भिन्नपदं खलु, तदेव पूर्वं तत्र दत्तं, किन्तु तस्य अर्थं किम् इति. उद्देशः इत्युक्ते तत्र लक्ष्यः अथवा तत्र ऐडिया इत्यपि भवति खलु तादृशं. पूर्वमुक्तम् उद्देश्यम् इत्युक्ते लक्ष्यीकरणं वा? न, इदानीं प्रश्नः उद्देश्यम् इति नास्ति, उद्देशः इति पदम् उद्योगः दिश्योगः गञ् हा उद्देशः इत्यस्य लक्ष्यः, लक्ष्यम् इति अर्थः लक्ष्यः अथवा लक्ष्यम् इति. तत्र यकारः लक्ष्यम् इति पदे अपि यकारः आगच्छति, प्रायः उद्देश्यः एव लक्ष्यः भवति. तत्र लक्ष्यः इति पदे अपि ण्यत् योजितं अस्ति वा? लक्ष्यीकृत्य इति उक्तं तत्र पूर्वस्मिन् परि, लक्ष्यीकृत्य इति हा उद्देशः इत्युक्ते लक्ष्यः, लक्ष्यम् इत्यपि प्रायः स्यात् इत्युक्ते इत्येव मम अवगमनम्. लक्ष्यीकृत्य इति अर्थः कस्य? उद्देश्य इति पदस्य, उद्देशः इति पद. इदानीम् उद्देशः इति पदस्य अर्थं किम् इति मया पृष्टम्. हा तदेव अहं वदामि, उद्देशः इत्युक्ते लक्ष्यम् इत्येव अर्थः, अथवा युक्तिः इत्यपि वक्तुं शक्नुमः, इत्येव उद्देशः इत्यस्य अर्थः. ओ भवतः उद्देशः कः इति तादृशं. सत्यम्. अस्मिन् किं किं वक्तुम् इच्छति तादृशं प्रायः सत्यं सत्यं हा हा तत्र लाजिक् ऐडिया इति किमपि तथा वक्तुं शक्नुमः मनसि किं चिन्तयति तदेव उद्देशः भवति सत्यं भगिनि अत्र लक्ष्यम् इत्युक्ते अत्र द्वितीया अपि भवितुम् अर्हति वा लक्ष्यः लक्ष्यम् इति द्वितीया इति लक्ष्यं द्वितीयाविभक्ति अपि भवितुम् अर्हति अत्र अहं लक्ष्यं करोमि इति अपि भवति वा हा इत्युक्ते लक्ष्यम् इति पदं द्वितीयाविभक्त्यामपि भवितुम् अर्हति खलु अपि च त्रिषु लिङ्गेषु अपि तत् भवितुम् अर्हति लक्ष्यः इति अपि वक्तुं शक्यते प्रथमाविभक्तौ लक्ष्यम् इति अपि वक्तुं लक्ष्या इति अपि वक्तुं शक्यते ण्यप्रत्ययः इति चिन्तयामि तर्हि तत्र नित्यपुल्लिङ्ग नित्य नपुंसकलिङ्गपदमिति प्रायः नास्ति हा हा अस्तु अग्रे सुनील् महोदय भवान् पठति वा अग्रे आधेयदाश्रयः यज्ञदत्तः इति स्थले यज्ञदत्तः इति उद्देश्यः आधेयदाश्रयः इति विधेयः यज्ञदत्ते आधेयदाश्रयत्वम् आधेयदाश्रयत्वं विधीयते उद्देश्यविधेयभावः विशेषणविशेषभावात् भिन्नः यदि वदामः उत्तमः यज्ञदत्तः यज्ञदत्तः उद्देश्यः उत्तमः विधेयः इति वक्तुं शक्यते किम् आं शक्यते दृष्टान्ते उन्नतः वृक्षः इति अस्ति इति चिन्तयतु सामान्यतया उन्नतः वृक्षः इति यदा वदामः तदा विशेषणविशेषभावः किन्तु अधुना रामः मार्गे गच्छति मार्गे एकं वृक्षं पश्यति वृक्षं दृष्ट्वा वदति अहो एषः वृक्षः उन्नतः अत्र वृक्षस्य उन्नतस्य च विशेषणविशेषभावः नास्ति अपि तु उद्देश्यविधेयभावः अतः ययोः द्वयोः पदयोर्मध्ये विशेषणविशेषभावः भवति तयोः कदाचित् उद्देश्यविधेयभावः अपि भवितुम् अर्हति अत्र आदेयदाश्रयः यज्ञदत्तः इति स्थले यज्ञदत्तः इति उद्देश्यः आदेयदाश्रयः इति विधेयः अतः अत्र आदेयदाश्रयः यज्ञदत्तः इति वदामः चेत् अत्र यज्ञदत्तम् उद्देश्य वयं वदामः अत्र आधेयदाश्रयः इति विधेयः यज्ञदत्ते आधेयदाश्रयत्वं विधीयते उद्देश्यविधेयभावः विशेषणविशेषभावात् भिन्नः अत्र यज्ञदत्ते आधेयदाश्रयत्वं आरोपयामः अत्र उद्देश्यविधेयभावः विशेषणविशेषभावात् भिन्नः अपि यदि वदामः उत्तमः यज्ञदत्तः अत्र यज्ञदत्तः उद्देश्यः उत्तमः विधेयः इति वक्तुं शक्यते वा इति प्रश्नः आम् इति उत्तरम् अत्र यज्ञदत्तः उद्देश्यः इति उत्तमः इति विधेयः इति वक्तुं शक्नुमः इति दृष्टान्ते उन्नतः वृक्षः अस्ति इति चिन्तयतु अत्र अन्येकम् उदाहरणम् उन्नतः वृक्षः इति वयं पश्यामः सामान्यतया उन्नतः वृक्षः इति यदि यदा वदामः तदा विशेषणविशेषभावः अतः अत्र समानविभक्तित्वम् अस्ति अपि अतः उन्नतः वृक्षः इति विशेषणविशेषभावः अत्र अस्ति किन्तु अधुना रामः मार्गे गच्छति अन्य उदाहरणमस्ति मार्गे एकं वृक्षं पश्यति वृक्षं दृष्ट्वा वदति अहो एषः वृक्षः उन्नतः अहो रामः इदानीं वृक्षं पश्यति एवं वदति अत्र वृक्षस्य उन्नतस्य च विशेषणविशेषभावः नास्ति अत्र उद्देश्यविधेयभावः इति इत्युक्ते अत्र औन्नत्यं वृक्षे आरोपयति इति अतः अत्र उद्देश्यविधेयभावः अस्ति अत्र द्वयोः मध्ये पदयोर्मध्ये विशेषणविशेषभावः अस्ति परन्तु यदा कदा उद्देश्यविभाग विधेयभावः अपि भवितुमर्हति अत्र अहो एषः वृक्षः उन्नतः इत्युक्ते अत्र समानविभक्तित्वमपि अस्ति परन्तु अत्र औन्नत्यं वृक्षे आरोपयामः इति कारणेन अत्र उद्देश्यविधेयभावः अपि भवितुमर्हति इति. हा, इत्युक्ते तत्र अस्मिन् सन्दर्भे तु औन्नत्यं वृक्षे आरोपयामः इति कृत्वा अस्मिन् सन्दर्भे तु उद्देश्यविधेयभावः एव अस्ति, परन्तु यत्र इत्युक्ते उत्तमः वृक्षः इति, क्षम्यताम्, उन्नतः वृक्षः इति यदा उदाहरणमस्ति, तत्र उन्नतः वृक्षः इति पदयोः मध्ये विवक्षानुगुणं विशेषविशेषणभावः अपि भवितुमर्हति, उद्देश्यविधेयभावः अपि भवितुमर्हति. परन्तु अस्मिन् प्रसङ्गे यदा रामः वदति एषः वृक्षः उन्नतः इति प्रसङ्गे तु उद्देश्यविधेयभावः एव. तर्हि तयोर्मध्ये कः भेदः भगिनि? मम प्रश्नस्य विषये इतोपि अग्रे किञ्चित् अस्ति वा? अस्ति इति चिन्तयामि सर्वनामपदस्य विषये, नो चेत् कक्षायाः इत्युक्ते तत्र एतद् भागं समाप्य निश्चयेन चर्चां कुर्मः. अस्तु, तर्हि तयोर्मध्ये कः भेदः अस्ति भगिनि तत्र? हा, अत्र अस्ति कोऽपि अस्ति एतद् विषयं वयं चर्चामः. अस्तु, भगिनि, पठतु महोदय. विशेषणविशेषभावः इत्यस्य अर्थः एवं, कश्चन समुदायः अस्ति, तस्मात् समुदायात् एकः पदार्थः विशिष्यते, भिद्यते, पृथक् क्रियते. शतं वृक्षाः सन्ति, तेषु एकः उन्नतः. अत्र अयम् एकः वृक्षः अनेभ्यः वृक्षेभ्यः पृथक् क्रियते. रामः वक्तुमिच्छति एकः वृक्षः श्वः कर्तनीयः इति, किन्तु वृक्षशब्दस्य कथनेन लोके सर्वे विद्यमानाः वृक्षाः गृह्यन्ते. अतः तस्मात् बृहतः समुदायात् कः वृक्षः इति व्यक्तीकर्तुं रामः यदा वदति मया श्वः यः वृक्षः कर्तनीयः सः उन्नतः, तदा अनेन अयम् एकः वृक्षः लोके अवशिष्टेभ्यः वृक्षेभ्यः पृथक् क्रियते. वृक्षसमूहात् अयं वृक्षः विशेषणीयः येन पृथक् स्यात्, येन सर्वेषु वृक्षेषु अन्यतमः इति प्रकटीकर्तुं शक्नुयात् इति विशेषणविशेषभावः. अत्र विशेषणविशेषभाव उद्देश्यविधेयभावयोर्मध्ये कः भेदः इति, अत्र विशेषणविशेषभावः इति तत्र स्पष्टीकर्तुम् उदाहरणमस्ति. अत्र अत्र कश्चन समुदायः अस्ति, समूहः अस्ति, तस्मात् एकस्य पदार्थस्य भेदं कर्तुं कल्पयितुम् अत्र विशेषणविशेषभावम् उपयोगं कुर्मः. अत्र अतः अत्र विशिष्यते इत्युक्ते भिद्यते, पृथक् क्रियते इति अर्थः अपि. उदाहरणमस्ति, अत्र शतं वृक्षाः सन्ति, तेषु एकः एव उन्नतः. अत्र अयम् एकः वृक्षः अनेभ्यः वृक्षेभ्यः पृथक् क्रियते, अत्र उन्नतः इति कारणेन. अतः रामः वक्तुमिच्छति एवं एकः वृक्षः श्वः कर्तनीयः इति. परन्तु अत्र वृक्षशब्दस्य उपयोगं सः करोति, अतः अत्र सर्वेषु वृक्षेषु एव कथनं भवति, अतः एकस्य एव इति न. अतः अत्र वृक्षसमूहः अस्ति, ततः एकस्य वृक्षस्य एव कर्तनं सः इच्छति. अतः सः वदति मया श्वः यः वृक्षः कर्तनीयः सः उन्नतः इति. अतः अत्र अनेन अयम् एकः वृक्षः लोके अवशिष्टेभ्यः वृक्षेभ्यः पृथक् क्रियते. अतः एवं सः स्पष्टतया वदति सः उन्नतः इति. अतः वृक्षसमूहेषु सः एकस्य वृक्षस्य पृथक्करणं करोति. अतः वृक्षसमूहात् अयं वृक्षः विशेषणीयः येन पृथक् स्यात्। अतः एकस्य एव पृथक्करणं करोति येन सर्वेषु वृक्ष एकक्षणं तत्र वृक्षसमूहात् अयं वृक्षः विशेषणीयः येन पृथक् स्यात् इत्युक्ते किम्? अत्र बहवः वृक्षाः सन्ति, अत्र एकस्य वृक्षस्य एव कर्तनं सः इच्छति, अतः तत्र तादृशपृथक्करणार्थं सः वृक्षस्य विशेषणमपि करोति। इत्युक्ते वृक्षस्य येन सर्वेषु वृक्षेषु अन्यतमः इति प्रकटीकर्तुं शक्नुयात्। अतः अत्र समूहः अस्ति, अत्र अन्यत् सः एव अन्यतमः इति अत्र प्रकटीकर्तुं सः शक्नोति इति एव विशेषणविशेषभावः इति अत्र वदामः। इत्येव तत्र मुख्य अंशः इत्युक्ते यत्र समूहः अस्ति तत्र समूहात् एकस्य विषयस्य पृथक्करणम् इत्युक्ते तत् भिन्नः अन्यतमः इति तस्य पृथक् करणम् इति आवश्यकं भवति, तत्र विशेष्य विशेषणभावः आगच्छति। यत्र एकः विषयः अस्ति अथवा पदार्थः अस्ति तस्मिन् किमपि धर्मः आरोप्यते चेत्, कश्चन धर्मः आरोप्यते अथवा तादृशम् अस्ति चेत् तत्र अस्ति उद्देश्यविधेयभावः इति। इत्युक्ते यः उद्देश्यः तस्मिन् धर्मः इति विधेयः भवति इति कृत्वा तत्र उद्देश्यविधेयभावः। यत्र समूहात् अन्यतमः एकः इति तत्र एकः पदार्थः विशिष्यते अथवा पृथक् क्रियते तत्र विशेष्यविशेषणभावः इति आगच्छति। इत्येव मुख्य अंशः। तर्हि अग्रे रामप्रिया भगिनी पठति वा? भगिनी तत्र तादृशम् आसीत् चेत् यत्र विशेषणविशेषभावः वर्तते तत्र नियमेन सन्धिं कर्तव्यं किल इति नास्ति वा? न आवश्यकम्। इत्युक्ते विशेषणविशेषभावः अस्ति चेत् सन्धिः तु प्रथमं नित्यः इति नास्ति खलु, समासे सति सन्धिः नित्यः। आं, नो चेत् विशेषणविशेषभावः अस्ति तत्र समासः कर्तव्यः इति नियमः नास्ति। तत्र समासः भवितुम् अर्हति। इत्युक्ते सुन्दरः बालकः इत्यपि वक्तुं शक्नुमः, सुन्दरबालकः इत्यपि वक्तुं शक्नुमः, तत्रापि विवक्षानुगुणमेव भवति। किमर्थं मया पृष्टम् इति चेत् तत्र उन्नतवृक्षः इति योजयित्वा ददामश्चेत् तत्र वाक्यं दृष्ट्वा एव विवक्षाम् अवगन्तुं शक्यते, विशेषणविशेषभावः पृथक्करणमेव तस्य विवक्षा इति। वृक्ष उन्नतः वृक्षः इति पृथक्तया दत्तं चेत् वाक्यं दृष्ट्वा वयं वदामः, वयम् अवगन्तुं शक्यते आदे उद्देश्यविधेयभावः तत्र अस्ति इति, तस्मिन् अस्ति इति। सत्यं सत्यं। किन्तु तादृशनियमः नास्ति इति कृत्वा सन्दर्भं दृष्ट्वा एव अवगन्तुं शक्यते भावः किम् इति। सत्यम्। किन्तु वृक्षसमूहात् अन्यतमः वृक्षः पृथक् करणीयः इति नास्ति चेत् एकस्य परस्परज्ञातवृक्षस्य स्वरूपं रामः वर्णयितुम् इच्छति इति चेत् तर्हि अयं वृक्षः उन्नतः इति रामः वदति। नाम पुरतः सर्वैः जनैः कश्चन वृक्षः दृश्यते, तं वृक्षं दृष्ट्वा तस्य स्वरूपं वर्णयितुम् इच्छति रामः। अहो, एषः वृक्षः उन्नतः इति वदति सः। अत्र तु वृक्षस्य समूहात् एकं वृक्षं पृथक् कर्तुम् इच्छा इति न, अपि तु पुरतः दृश्यमाने वृक्षे उन्नतत्वं विधीयते रामेण। पुरतः दृश्यमानं वृक्षम् उद्दिश्य उन्नतशब्देन उन्नतत्वं तस्मिन् वृक्षे विधीयते। अत्र पूर्वस्मिन् परिच्छेदे तु विशेषणविशेष्यभावः इति विषये चर्चितवन्तः. अत्र किन्तु वृक्षसमूहात् अन्यतमः वृक्षः पृथक् करणीयः इति नास्ति चेत्, यदा वयं वृक्षसमूहात् एकः वृक्षः एव पृथक् कर्तुं न इच्छति चेत् तत्र एकस्य परस्परज्ञातवृक्षस्य स्वरूपं रामः वर्णितुम् इच्छति इति चेत्, परस्परज्ञातवृक्षस्य स्वरूपम् इत्युक्ते पूर्वमेव तस्य परिचितं वृक्षम् अस्ति चेत् यदा रामः तद् वर्णयितुं तस्मिन् विषये वर्णयितुम् इच्छति चेत् तत्र अयं वृक्षः उन्नतः इति रामः वदति. रामः वदति अयं वृक्षः उन्नतः इति नाम इत्युक्ते पुरतः सर्वैः जनैः कश्चन वृक्षः दृश्यते. एकस्मिन् स्थले सर्वैः जनैः परिचितं वृक्षं पश्यति. तं वृक्षं दृष्ट्वा रामः वदति एतद् अयं वृक्षः उन्नतः इति तस्मिन् वर्णयितुम् इच्छति. अहो एषः वृक्षः उन्नतः इति सः वदति. अत्र तु वृक्षस्य समूहात् एकं वृक्षं पृथक् कर्तुम् इच्छा इति न, तस्य तत्र तु तस्य विवक्षा नास्ति एतद् एकं समूहात् एतद् वृक्षं एतं वृक्षं पृथक् करणीयम् इति तस्य विवक्षा नास्ति. परन्तु एक परिचितवृक्षस्य विषये एव सः वदति. तदेव आम्, पुरतः दृश्यमानं वृक्षम् उद्दिश्य उन्नतशब्देन उन्नतत्वं तस्मिन् वृक्षे विधीयते. यदा सः वदति अहो एषः वृक्षः उन्नतः इत्युक्ते सः तत्र वृक्षे उन्नतत्वम् इति आरोपयति. वृक्षे विधीयते इत्युक्ते वृक्षे तद् आरोपयति, तद्गुणम् आरोपयति. इत्युक्ते तत्र पृथक्करणम् इति विवक्षा नास्ति. पुरतः यः वृक्षः अस्ति इत्युक्ते पुरतः वृक्षसमूहः अस्ति तस्मिन् तस्मात् एकस्य वृक्षस्य पृथक्करणम् इति विवक्षा नास्ति अत्र. परन्तु एकः वृक्षः अस्ति तस्मिन् कश्चन धर्मः आरोप्यते रामेण इति एव. अग्रे भगिनि. आहत्य उत्तमः वृक्षः अपि च अयं वृक्षः उत्तमः अनयोः मध्ये भावः भिन्नः. अयं वृक्षः उत्तमः इत्यस्मिन् उद्देश्यविधेयभावः न तु विशेषणविशेषभावः. उत्तमः वृक्षः इत्यस्मिन् विशेषणविशेष्यभावः आश्रयः यज्ञदत्तः इत्यस्मिन् केवलम् उद्देश्यविधेयभावः भवति. अत्र तु विशेषणविशेष्यभावः न सम्भवति, यतोहि बहवः यज्ञदत्ताः तादृशः यज्ञदत्तसमूहः नास्ति. सर्वेषु यज्ञदत्तेषु अयम् अन्यतमः विशिष्टः इति न अर्थः, अपि तु केवलम् अत्र एकस्य यज्ञदत्तस्य स्वरूपं कथयामः. यज्ञदत्तः इति अस्माकम् उद्देश्यः तम् उद्दिश्य विशिष्टधर्मम् आरोपयामः विद्धद्मः. तत्रापि समानरीत्या दत्तमस्ति. अत्र उन्नतवृक्षः अपि तु अयं वृक्षः उत्तमः इति यदा वयं वाक्यद्वयं स्वीकुर्मः चेत् तत्र अनयोः मध्ये भिन्नभावः अस्ति. इत्युक्ते अयं वृक्षः उत्तमः इति यदा स्वीकुर्मः तत्र परिचितवृक्षः अयं तत्र उत्तमः इति धर्मः आरोपयामः. अत्र उद्देश्यविधेयभावः अस्ति, तत्र तु विशेषणविशेष्यभावः नास्ति. परन्तु यदा उत्तमः वृक्षः इति स्वीकुर्मः चेत् तत्र विशेषणविशेष्य भावः अस्ति. अस्मिन् स्थले आश्रयः यज्ञदत्तः इति यदा प्रकृत उदाहरणं तत्र वयं तद् स्वीकुर्मः चेत् तत्र तु केवलम् उद्देश्यविधेयभावः अस्ति, तत्र तु विशेषणविशेषभावः नास्ति. किमर्थम् इत्युक्ते यज्ञदत्तः इति यदा यज्ञदत्तसमूहात् पृथक्करणम् इति नास्ति परन्तु परिचित यञ्यदत्तः एक वयं यदा तस्य विषये वक्तुम् इच्छामः तस्मिन् विषये एव यञ्ञदत्तः इति अस्माकम् उद्देशः. तम् उद्दिश्य एव वयम् एकविशिष्टधर्मम् अत्र आश्रयः इति विशिष्टधर्मम् आरोपयामः चेत् तत्र विषये उद्देश्य विधेयभावः अस्ति, न तु विशेषणविशेष्यभावः. समापयतु भगिनि. एतादृशेषु स्थलेषु नाम यत्र उद्देश्यविधेयभावः भवति तत्र कर्मधारयसमासः न भवति. वाक्यम् एव यत् तत्र व्यस्तप्रयोगः भवति विशेषणविशेष्य विशेष्यस्य अभावात्, विशेषणविशेष्यस्य अभावात्. एषा महिला मम मित्रम्, अत्र न कोऽपि समासः सम्भवति. अधुना आश्रयः इति शब्दः नियतलिङ्गः इति भिन्नविषयः, स एव विशेषणविशेष्य अभावस्य कारणं नास्ति. उत्पीठिका भवतु, यञ्ञदत्तः भवतु, आसनं भवतु, यत्र अत्र यद्वस्तु वर्णनीयम् अस्ति तत् अस्माभिः सर्वैः ज्ञातम् इति कारणतः, वस्तुसमूहः नास्ति इति कारणतः उद्देश्यविधेयभावः एव नास्ति. क्षम्यताम्, उद्देश्यविधेयभावः एव अस्ति, न तु विशेषणविशेष्यभावः. तस्मात् न कर्मधारयः. तत्र तु यदा उद्देश्य एतादृशेषु स्थलेषु इत्युक्ते यदा आश्रयः यञ्ञदत्तः एतादृशेषु स्थलेषु उद्देश्यविधेयभावः एव भवति, कर्मधारयसमासः न भवति. कर्मधारयसमासः किमर्थं न भवति इत्युक्ते तत्र विशेषणविशेष्यभावः नास्ति, तस्य अभावः अस्ति. वाक्यम् एव यत्र व्यस्तप्रयोगः भवति, व्यस्तप्रयोगः इत्युक्ते विग्रहवाक्यम्, एषा तत्र विशेषणविशेष्य अभावः अस्ति, अतः तत्र न भवति कर्मधारयसमासः इति अस्ति. एषा महिला मम मित्रं, तत्र अत्र कोऽपि समासः, तत्तु उद्देश्यविधेयभावः एव अस्ति, तत्र समासः न सम्भवति. तत्र उद्देश्य इति महिला, विधेयः इति मित्रं, तत्र वयं मित्रत्वम् आरोपयामः. अधुना आश्रयः इति शब्दः नियतलिङ्गः इति भिन्नविषयः, स एव विशेषणविशेष्यभावस्य कारणं नास्ति, अभावस्य कारणं नास्ति. यदा वयम् आश्रयः इति शब्दः स्वीकुर्मः चेत् तत्तु नियतलिङ्गः, तत्कारणात् तद्विशेषणविशेष्य अभावः भवति इति न, तत्कारणं नास्ति. उत्पीठिका भवतु, यदा यञ्ञदत्तः आसनं भवतु, यत्र यद्वस्तु वर्णनीयमस्ति तद् अस्माभिः सर्वैः ज्ञातं, वयं तद्वस्तु जानीमः इति कारणतः एव तत्र उद्देश्यविधेयभावः भवति. वस्तुसमूहः नास्ति इति कारणतः उद्देश्यविधेयभावः एव भवति, न तु विशेषणविशेष्यभावः. तस्मात् न कर्मधारयः समासः उद्देश्यविधेयभावस्थले न भवति इति कृत्वा तत्र व्यस्तप्रयोगः एव भवति, न तु समासः इति. अस्तु, तर्हि शुकान महोदय, इदानीं भवतः प्रश्नः. अहं वाक्यद्वयं उपस्थापयामि. प्रथमं तु संक्षेपेण ज्ञायते यया सा संज्ञा इत्यत्र सा अपि च संज्ञा समानविभक्तिकृतं, द्वयोः समानविभक्तिकत्वम् अस्ति. अनयोः मध्ये कः सम्बन्धः? तत्र प्रायः उद्देश्यविधेयभावः इत्येव अहं चिन्तयामि महोदय. यतोहि तत्र उद्देश्यं किं, विधेयं किं तत्र? हा, इत्युक्ते सा संज्ञा इत्यत्र सा इत्युक्ते तत्र एषा महिला मम मित्रम् इति तद्वत् अस्ति खलु. एषा महिला इति सा इत्युक्ते सा इति उद्देश्यः, उद्देश्यः तस्मिन् संज्ञा, हा संज्ञा, क्षम्यतां, तस्यां संज्ञात्वं इति आरोपयामः खलु इति कृत्वा तत्र सा संज्ञा इत्युक्ते तत्र बहवः बहूनि पदानि सन्ति तस्मात् इत्युक्ते तेषु अन्यतमः अन्यतमा अथवा इति तत्र सा इति तादृशविवक्षा नास्ति अत्र अत्र एका एव अथवा एकमेव पदमस्ति तस्मिन् पदे तत्र संज्ञात्वम् इति आरोप्यते खलु इति कृत्वा तत्र उद्देशविधेयभावः इति मम अवगमनम् अपि च तस्य स्वरूपमेव वर्णयति अत्र संक्षेपेण ज्ञायते यया सा संज्ञा इति अत्र पृथक्करणम् इति विवक्षा नास्ति सत्यं इत्युक्ते तस्मिन् किमपि धर्मः आरोप्यते खलु इदानीं द्वितीयवाक्यं व्याकरणशास्त्रे अपि काश्चन संज्ञाः कृताः वर्तन्ते तत्र संज्ञाः कृताः वर्तन्ते इति अस्ति किल तयोः मध्ये अपि एकविभक्तिकत्वम् अस्ति व्याकरणशास्त्रे अपि काश्चन संज्ञाः कृताः वर्तन्ते तत्रापि प्रायः अहं चिन्तयामि उद्देश्यविधेयभावः एव किमर्थम् इत्युक्ते संज्ञाः वर्तन्ते संज्ञाः इति उद्देश्यः तस्मिन् कृताः इत्युक्ते तादृश पदाः निर्मितम् आसीत् इति तत्र विधेयम् इति एव मम हा इत्येव अहमपि चिन्तयामि इत्युक्ते तत्र तत्रापि तत्र विशिष्यन्ते अथवा पृथक् क्रियन्ते इति किमपि नास्ति खलु संज्ञाः इति स्वरूपं संज्ञाः कृताः इत्युक्ते पूर्व तत्र इदानीं क्रियमाणम् इति नास्ति तत् पूर्वमेव कृतम् सत्यं कृताः इत्यनेन तत्र पृथक् क्रियन्ते इति नास्ति खलु इत्युक्ते संज्ञानां अस्ति इति किमपि नास्ति इति प्रायः तत्रापि उद्देश्यविधेयभावः इत्येव इति दृश्यते इति चेत् तत्र पृथक्करणं तत्र मुख्यप्रश्नः भवति पृथक्करणं विवक्षायाम् अस्ति वा न वा इति नास्ति चेत् उद्देश्यविधेयभावः अस्ति चेत् विशेषणविशेषभावः इति नास्ति वा प्रायः अस्ति चेत् विशेषणविशेषभावः अस्ति इति निश्चयेन वक्तुं शक्यते नास्ति चेत् उद्देश्यविधेयभावः अस्ति वा अन्यत् किमपि अस्ति वा इति इदानीं न जाने इति वा हा इत्युक्ते तत्र पृथक् क्रियते अथवा भिद्यते इति विवक्षा अस्ति चेत् तादृशविवक्षा अस्ति चेत् निश्चयेन विशेष्यविशेषणभावः खलु तत्र समूहः अस्ति तस्मिन् एकस्य विवरणम् इति इति अस्ति चेत् तत्र निश्चयेन विशेष्यविशेषणभावः तथा नास्ति चेत् तत्र उद्देश्यविधेयभावः भवितुमर्हति भवितुमर्हति एकः एव अस्ति तस्मिन् कश्चन धर्मः आरोप्यते इति स्थितिः चेत् तत्र निश्चयेन उद्देश्यविधेयभावः तदपि नास्ति इति भवितुम् अर्हति वा इति इदानीं न जाने तर्हि तत्र किञ्चित् फ्लो चार्ट् स्थगितं भवति अस्तु टु दि एक्स्टेण्ट् वी नो इति डिस्क्लेमर् दत्वा वदामि धन्यवादः भगिनि अस्तु धन्यवादः तर्हि अन्यप्रश्नः अस्ति वा मम कृते न अस्तु तर्हि धन्यवादः शुभरात्रिः धन्यवादः